किञ्च अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनं येतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथ। अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानं, तस्मिन् नित्यभावः नित्यत्वम्, अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानं, तस्य अर्थः मोक्षः संसारोपरमः, तस्य आलोचनं तत्त्वज्ञानार्थदर्शनं, तत्त्वज्ञानफलालोचनैः तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति। एतद् अमानित्वादि तत्त्वज्ञानार्थदर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात्। अज्ञानं यत् अतः अस्माद् यथोक्तात् अन्यथा विपर्ययेण मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय संसारप्रवृत्तिकारणत्वादिति। यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इति आकाङ्क्षायामहं ज्ञेयं यत्तत् इत्यादि। ननु यमाः नियमाश्च अमानित्वादयः, न तैः ज्ञेयं ज्ञायते, न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम्। सर्वत्रैव च यद्विषयं ज्ञानं तदैव तस्य ज्ञेयस्य अपरिच्छेदकं दृश्यते, न हि अन्यविषयेण ज्ञानेन अन्यदुपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः। नैष दोष ज्ञाननिमित्तत्वा ज्ञानमुच्यते इति हि अवोचामि, ज्ञानसहकारिकारणत्वच्च। ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ञात्वामृतमाश्नुते, अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते। ज्ञेयं ज्ञातव्यं ये तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि, किं फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय अहं यज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते न पुनः म्रियते इत्यर्थः। अनादिमत् आदिः अस्य अस्ति इति आदिमत् न आदिमत् अनादिमत्, किं च परं निरतिशयं ब्रह्म ज्ञेयम् इति प्रकृतम्। अत्र केचन अनादिमत्परम् इति पदं चिन्तन्ति, बहुव्रीहिण उक्ते अर्थे मतुपः अनर्थक्यम् अनिष्टं स्यात् इति, अर्थविशेषं च दर्शयन्ति। अहं वासुदेवाख्या पराशक्तिः यस्य तत् मत्परम् इति, सत्यम् एवम् अपुनरुक्तं स्यात् अर्थः चेत् सम्भवति, न तु अर्थः सम्भवति। ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयितत्वात् न सत्तन्नासदुच्यते इति, विशिष्टशक्तिमत्वप्रदर्शनं विशेषप्रतिषेधश्च इति विप्रतिषिद्धं। तस्मान् मतुपः बहुव्रीहिणा समानार्थत्वेपि प्रयोगः श्लोकपूर्णत्वः। अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य अहं न सत् तज्ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते। ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ज्ञेयं प्रवक्ष्यामि इति अननुरूपम् उक्तं न सत्तन्नासदुच्यते इति न अनुरूपमेव उक्तं, कथं? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति अस्थूलमननो इत्यादि विशेषप्रतिषेधेनैव निर्दिश्यते, न इदं तत् इति वाचः अगोचरत्वात्। ननु न तदस्ति यद्वस्तु अस्थिशब्देन नोच्यते, अथ अस्थिशब्देन नोच्यते नास्ति तद् ज्ञेयं, विप्रतिषिद्धं च ज्ञेयं त अस्थिशब्देन नोच्यते इति च, न तावन्नास्ति नास्ति बुद्धि अविषयत्वात्। ननु सर्वाः बुद्धयः अस्ति नास्ति बुद्ध्यनुगताः एव, तत्र एवं सति ज्ञेयमपि अस्ति बुद्ध्यनुगतप्रत्ययविषयं वा स्यात् नास्ति बुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, न अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्यय अविषयत्वात्। यद्धि इन्द्रियगम्यं वस्तु घटादिकं तद् अस्ति बुद्ध्यनुगतप्रत्ययविषयं वा स्यात् नास्ति बुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्व न घटादिवतु उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः न सत्तन्नास्ततु इति उच्यते। यत्तु उक्तं विरुद्धमुच्यते ज्ञेयं च न सत्तन्नादुच्यते इति न विरुद्धम् अन्यदेव तद्विदितात् अथो अविदितात् अधी इति श्रुते श्रुतिरपि विरुद्धार्थः इति चेत् यथा यज्ञशालामारभ्य यद्यमुस्मिन् लोके अस्ति वा न वा इति चेन्न विदिताविदिताभ्याम् अन्यत्र श्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्व यद्यमुष्मिन् इत्यादि तु विधिशेषः अर्थवादः उपपत्तेश्च सतसतादिशब्दैः ब्रह्म नोच्यते इति सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः श्रूयमाणश्च श्रोतृभिः जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्यायति न अन्यथा अदृष्टत्व तद्यथा गौः अश्वः इति वा जातितः पचति पठति इति वा क्रियातः शुक्लः कृष्णः इति वा गुणतः धनी गोमान् इति वा सम्बन्धतः न तु ब्रह्म जातिमन् अतः न सदादिशब्दवाच्यं नापि गुणम् येन गुणशब्देन उच्येत निर्गुणत्व नापि क्रियाशब्दवाच्यं निष्क्रियत्व निष्कलं निष्क्रियं शान्तम् इति श्रुते न च सम्बन्धि एकत्व अद्वयत्व अविषयत्व आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तं यतो वाचो निवर्तन्ते इत्यादि श्रुतिभिश्च सच्छब्दप्रत्यय अविषयत्व असत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थमः सर्वतः पाणिपादं त सर्वतोक्षिशिरोमुखं सर्वतश्रुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वतः पाणिपादं सर्वतः पाणयः पादाश्चास्यति सर्वतः पाणिपादं तज्ज्ञेयं सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यते क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते क्षेत्रं च पाणिपादादिभिः अनेकदा भिन्नं क्षेत्रोपाधिभेदकृतं विशेषात्वं मिथ्या एव क्षेत्रज्ञस्य इति तदपनयनेन ज्ञेयत्वमुक्तं न सत्तन्नासुच्यते इति उपाधिकृतं मिथ्यारूपमपि अस्तित्व अधिगमाय ज्ञेयधर्मवतो परिकल्प्य उच्यते सर्वतः पाणिपादम् इत्यादि तदा हि सम्प्रदायविदां वचनम् अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चते इति सर्वत्र सर्वदेह अवयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्य इति उपचारतः उच्यन्ते तथा व्याख्येयम् अन्यत् सर्वतः पाणिपादं तज्ज्ञेयं सर्वतोक्षिशिरोमुखं सर्वतः अक्षीणि शिरांसि मुखानि च यस्यत सर्वतोक्षिशिरोमुखम् सर्वतः श्रुतिमात् श्रुतिः श्रवणेन्द्रियं तत् यस्य तच्छ्रुतिमत् लोके प्राणिनिकाय सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते उपाधिभूतपाणिपादादि इन्द्रिय अध्यारोपण ज्ञेयस्य तद्वत्ताशङ्का मा भूत् इति इयमर्थः श्लोकारम्भः सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृच्छैव निर्गुणं गुणभोक्तृ च सर्वेन्द्रियगुणाभासं सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि अन्तःकरणे च बुद्धिमनसि ज्ञेयोपाधित्वस्य तुल्यत्व सर्वेन्द्रियग्रहणेन गृह्यन्ते अपि च अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तःकरणवैष्करण उपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसङ्कल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतमिव तज्ज्ञेयम् इत्यर्थः ध्यायति वा लीला इति वा इति श्रुते कस्मात् पुनः कारणात् न व्यापृतमेव इति गृह्यते इत्यतः अहं सर्वेन्द्रियविवर्जितं सर्वकर्णरहितम् इत्यर्थः अतः न कर्णव्यापारैः व्यापृतं तज्ज्ञेयं यस्त्वयं मन्त्रः अपाणिपादो जवनो गृहीतः पश्यत्यचक्षुः शृणोत्यकर्णः इत्यादिः स सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमान् तज्ज्ञेयम् इत्येवं प्रदर्शनार्थः न तु साक्षादेव जमनादिक्रियावत्त्वप्रदर्शनार्थः आन्धो मणिमविन्दतो इत्यादि मन्त्रार्थवत् तस्य मन्त्रस्य अर्थः यस्मात् सर्वकर्णवर्जितं ज्ञेयं तस्मादसक्तं सर्वसंश्लेषवर्जितं यद्यपि एवं तथापि सर्ववृच्छये सदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात् न हि मृगतृष्णिकादयोपि निरास्पदाः भवन्ति अतः सर्वभ्रूं सर्वं बिभर्ति इति स्यात् इदं च अन्यज्ञेयस्य सत्त्वादिगमद्वारं निर्गुणं सत्त्वदयस्तमांसि गुणाः तैः वर्जितं तज्ज्ञेयं तथापि गुणभोक्तृ च गुणानां सत्त्वदयस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारप्रणीतानां भोक्तृ च उपलब्धृ च तज्ज्ञेयम् इत्यर्थः किञ्च बहिरन्तश्च भूतानाम् अचरं चरमेव च सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् बहिः त्वत्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यते तथा प्रत्यगात्मानम् अपेक्षा देहमेव अवधिं कृत्वा अन्तः उच्यते बहिरन्तश्च इत्युक्ते मध्ये अभाविप्राप्ते इदमुच्यते अचरं चरमेव च यच्चराचरं देहाभासमपि तदैव ज्ञेयं यथा रज्जुसर्पाभासः यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वं ज्ञेयं किमर्थम् इदम् इति सर्वैः न विज्ञेयमिति उच्यते सत्यं सर्वाभासं ततं तथापि व्योमवत् सूक्ष्मम् अतः सूक्ष्मत्वस्वेन रूपेण तज्ज्ञेयमपि अविज्ञेयम् अविदुषा विदुषां तु आत्मवेदं सर्वं ब्रह्मवेदं सर्वम् इत्यादि प्रमाणतः नित्यं विज्ञातम् अविज्ञान्ततया दूरस्थं वर्षसहस्रकोट्यापि अविदुषाम् अप्राप्यत्वात् अन्तिके च ततो आत्मत्वात् विदुषाम्